अस्मिन् सप्ताहे मुनिशब्दस्य तत्र मतिशब्दस्य शिशुशब्दस्य धेनुशब्दस्य तत्र मनसि एतत् सम्भवति चेत् सौलभ्यमस्ति. तर्हि अपि च ये गृहे सन्ति अथवा अन्यत्र सन्ति ते न पश्येयुः, तत्र रूपाणि सन्ति तत्र मनसि स्युः, न कोऽपि लाभः अस्ति. यदा यदा रत्नं भवति तदा पुस्तकं दृष्ट्वा रतति चेत् तत्र न कोऽपि लाभः. अस्तु, तर्हि आरभामहे. इदानीं शिल्पा भगिनी, तत्र ध्वनिशब्दः पुल्लिङ्गशब्दः ध्वनिः ध्वनिः ध्वनिः ध्वनिः ध्वनयः एकन अस्तु अग्रे ध्वनिः ध्वनि ध्वनयः ध्वनिं ध्वनि ध्वनीन् ध्वनीन् ध्वनीन् ध्वनीन् ध्वनिना ध्वनिभ्यां ध्वनिभिः ध्वनये ध्वनिभ्यां ध्वनिभ्यः ध्वनेः ध्वनिभ्यां ध्वनिभ्यः ध्वनेः ध्वन्योः ध्वनीनां ध्वन्वौ ध्वन्योः ध्वनिषु ध्वन्वौ ध्वन्योः वा या नहि या नास्ति ध्वन्वोः ध्वनिः औ ध्वनिः क्षम्यतां हा ध्वनिः हा ध्वन्योः ध्वन्योः किन्तु सप्तमी एकवचनं ध्वनौ हा ध्वनौ हा ध्वनौ ध्वन्योः ध्वनिषु क्षम्यतां समीचीनमेव बहु सम्यक् अस्ति भगिनि बहु समीचीनमस्ति. अस्तु अग्रे सरेम. इदानीं तदाधारेण इदानीं प्रवृत्तिः प्रवृत्तिः इति लक्ष्मीभगिनी वदति वा? रुगुद्वयमस्ति खलु? एकनिमेषः, पञ्चमी भक्ति एकवचने पुनः वदतु. पञ्चमी एकवचने समीचीनमस्ति. हा तथैव. अस्तु गुरुः सुब्रह्मण्य महोदय. गुरुः गुरुः गुरु गुरवः गुरुं गुरु गुरून् गुरुणा गुरुभ्यां गुरुभिः. अत्र एकः प्रश्नः, द्वितीयविभक्ति बहुवचने तत्र णत्वम् अस्ति न वा? तृतीय गुरून् नकारम् हा हा इति प्रश्नः. तृतीय एकवचने किमस्ति? गुरुणा गुरुणा. द्वितीय बहुवचने गुरून् हा न तथा नास्ति इति नियमः. नियमः कः इति चेत् तत्र पदान्ते, सर्वे शृण्वन्तु, पदान्ते अत्र निमित्तमस्ति, रेफः अस्ति. अतः तृतीयविभक्तस्य तृतीयविभक्तेः एकवचने गुरुणा गुरुणा गुरुणा आ अस्ति, किन्तु द्वितीयविभक्तस्य द्वितीयविभक्तेः बहुवचने गुरून् इति दन्त्यनकारः यतोहि पदान्ते अस्ति, स्वरः नास्ति, किमपि नास्ति, नकारः अस्ति. अतः तस्य अणत्वं न भवति. तस्य कारणमपि वयम् अवगन्तुं शक्नुमः यत् पदान्ते तत्र अणत्वं अणत्वस्य उच्चारणं कठिनमस्ति, कठिनमस्ति पदान्ते, अतः न भवति नियमः. गुरून् गुरुं गुरु गुरून् गुरुणा गुरुभ्यां गुरुभिः गुरये गुरुभ्यां गुरवे गुरवे गुरुभ्यां गुरुभ्यः गुरो गुरुभ्यां गुरुभ्यः गुरोः गुर्वोः गुरूणां तत्र गुर्वौ गुरूणां न तत्र उकारः ह्रस्वः अथवा दीर्घः? दीर्घः. गुरूणां गुरूणां गुरूणां गुरौ गुरोः गुर्वोः गुरुषु. बहु सुन्दरमस्ति, अस्तु, समीचीनमस्ति. इदानीम् अग्रे तत्र अभिनवमहोदय, तत्र स्त्रीलिङ्गे रज्जुः रज्जुः रज्जुः इत्युक्ते अर्थं किं किमस्ति? रज्जुः नाम नाम सूत्रं सूत्रं नाम रज्जुः इति रज्जुः इत्युक्ते सूत्रं नाम स्ट्रिङ्ग् स्ट्रिङ्ग् रोप् तृतीयाविभक्ति एकवचने तत्र चतुर्थी एकवचने रूपद्वयमस्ति खलु? तत्र यथा नदी नदी नदी रज्वै रज्वै रज्वै रजवे रज्जुभ्यां रज्वे अथवा रज्वै रज्जुभ्यां रज्जुभ्यः पञ्चमी रज्जोः अथवा रज्ज्वाः सम्यक् सम्यक् रज्जुभ्यां रज्जुभ्यः षष्ठी रज्जोः रज्ज्वोः रज्ज्वोः षष्ठी रज्जुना षष्ठी भवति तत्र रूपद्वयमस्ति खलु? षष्ठी अच्छा नदी रज्जोः रज्ज्वाः हा हा सत्यम् द्वितीय द्विवचन रज्जोः रज्जुना रज्जौ अथवा रज्ज्वां द्विवचन रज्जोः रज्जुषु सत्यं सत्यं सप्तमी बहुवचने किमासीत्? रज्जुषु सत्यं बहु सम्यक् अस्ति महोदय, बहु सम्यक् अस्ति. किन्तु द्विवचन इति न वदामः खलु तत्र द्विवचनं अस्तु, सम्यक् अस्ति. अस्तु इदानीं सन्ध्याभगिनी सन्ध्याभगिनी इति स्थितिः स्थितिः स्थितिः स्त्रीलिङ्गशब्दः ओके यः स्थितवः स्थितयः स्थितयः स्थितिं स्थिति स्थितिं स्त्रीलिङ्ग् स्त्रीलिङ्गे स्थितयः न न अस्तु मति मतिशब्दः मतिशब्दं वदतु मतिः तत्र मतीः अग्रे अग्रे रूपद्वयमस्ति खलु नदी नदी किमस्ति नदी तथैव पुनः वदतु स्थितेः इति न मुनि मुनिशब् मुनिशब्दः एकवारं मुनि एकवारं नदी मुनि इत्यस्य मुनेः न मुनये क्षम्यतां मुनि मुनिशब्दस्य मुनये नदीशब्दस्य नद्यै हा भवती तु जानाति एव सप्तमी बहुवचने स्थितिषु हा अस्तु बहु सम्यक् अस्ति हा सर्वे इतोपि अभ्यासं कुर्वन्तु नाम अग्रे गत्वा शीघ्रं शीघ्रं वक्तुं यदा शक्नुमः तदा कार्यं समाप्तं शीघ्रं शीघ्रं भवति येन नाम यदा वयं बहु नाम यावत् कृतं तत्तु बहु सम्यक् अस्ति किन्तु स्थितिः का यत् यदि वयं वाक्यं वक्तुम् इच्छामः अपि च तत्र वयं स्थगित्वा पञ्चनिमेषान् यावत् वयं चिन्तयिष्यामः तर्हि वाक्यं तु न भविष्यति ये शृण्वन्ति ते अन्यत्र गमिष्यन्ति श्रोतुं न शिष्यन्ति खलु अतः अस्माकम् अभ्यासेन एतादृशलाभः अस्ति यत् प्रयोगे आनेतुं शक्ष्यामः प्रयोगे आनेतुं शक्ष्यामः इति वार्ता अस्ति अस्तु बहु सम्यक् अस्ति तर्हि मया उक्तं यत् संक्षेपगीता इति विषयः तत्र पठामः वा किञ्चित् सर्वे चत्वारिंशत् न स्मरति वयं न कृतवन्तः अस्तु अतः न न नूतनमस्ति अस्तु इदानीं लक्ष्मी भगिनी कृपया पठतु एकनिमेषः कस्यचित् स्पीकर् फोन् अस्ति वा तत्र बालकाः क्रीडन्ति तत्र न स्यात् नाम स्पीकर् फोन् नास्ति चेत् एतत् सर्वं नायाति खलु स्पीकर् फोन् मास्तु क्रीडाङ्गणे अस्ति वा कोऽपि क्रीडाङ्गणे अस्ति वा अहं क्रीडाङ्गणे अस्मि किन्तु स्पीकर् फोन् नास्ति अस्तु अस्तु हा तथा कर्तुं शक्नोति नाम स्टार् सिक्स् इति नोदयतु महोदय अहम् आह्वानं करिष्यामि यदा अथवा भवान् एवं पद्धतिः अस्ति पद्धतिः स्टार् सिक्स् नोदयित्वा म्यूट् भवति पुनः स्टार् सिक्स् नोदय पुनः स्टार् सिक्स् भवति चेत् भवान् वक्तुं शक्नोति यदा कदापि इच्छा अस्ति पुनः स्टार् सिक्स् नोदयतु अस्तु भगिनि वदतु संक्षेपगीता एतान् श्लोकान् पठत अत्र प्रयुक्तानि क्रियापदानि परिशीलयत च अधादौ धृतराष्ट्रस्य सञ्जय परिपृच्छति कुरुक्षेत्रे समायाताः अस्तु अवगच्छति वा न अवगच्छामि अथ आदौ आदौ इति तत्र कः शब्दः का विभक्तिः च सप्तमी आदिः ह्रस्वैकारान्तशब्दः आदिः नाम प्रथमः आदि नाम प्रथम अथ नाम अथ इति अव्ययमस्ति अव्ययं न जानाति वा अव्ययं सत्यम् अव्ययं सत्यं यस्य विभक्तिरूपाणि न सन्ति अव्ययम् अथ इति प्रयुज्महे यत्र आरम्भः किञ्चित् किमपि आरभ्यते आरम्भे अथ इति अव्ययमस्ति अथ आदौ तत्र सन्धिः अस्ति अथ प्लस् आदौ अथादौ अनन्तरं धृतराष्ट्रः तु धृतराष्ट्रः इति का विभक्तिः तु इति जानाति वा तु तत्र सन्धिः अस्ति धृतराष्ट्रः तु धृतराष्ट्रस्तु तत्र विसर्गः अस्ति अग्रे तर्हि प्रथमवाक्यं स्पष्टं स्यात् किमर्थं अस्तु नास्ति अत्र अत्र अत्र शब्दः अस्ति धृतराष्ट्रः यः सकारः तत्र सकारः सन्धिः अस्ति विसर्गस्य स्थाने विसर्गः अस्ति तत्र किं तु नाम सन्ध्याभगिनी हिन्दी हिन्दी जानाति खलु? किञ्चित् जानाति. तत्र तो इति शब्दः अस्ति, तो तो इति जानाति वा? तो सामान्यशब्दः. तत्र संस्कृतभाषायां तु भवति. यत्र यत्र कान्ट्रास्ट् प्रदर्शयितुम् इच्छामः, कान्ट्रास्ट् नाम उदाहरणार्थं श्यामः रामः सञ्जयः च गच्छन्ति, तेषां मित्रं तु नागच्छति, मित्रं तु नागच्छति. त्रयः जनाः गच्छन्ति, किन्तु तत्र नाम इत्यस्मिन् अर्थे मित्रं तु नाम कान्ट्रास्ट् प्रदर्शयितुम् इच्छति. सर्वे गच्छन्ति किन्तु सः तु नागच्छति. अथ आदौ धृतराष्ट्रस्तु सञ्जयं नाम यत्र अवधानम् अपेक्षितं, वी आर् कालिङ्ग् युर् अटेन्शन् टु समथिङ्ग् कान्ट्रास्ट् अथवा तादृशं किमपि. नाम यत् प्रवर्तते स्म, यत् प्रवर्तते स्म ततः भिन्नम् अस्ति. देट् विच् वास् गोयिङ्ग् आन् अर्लियर् सम् इन् कान्ट्रास्ट् देट् सम्थिङ्ग् हेस् चेञ्ज्ड्. तदर्थं तु इति वदामः. अस्तु, पृच्छति एव, परिपृच्छति सम्यक् रूपेण अथवा दृढरूपेण चिन्तयित्वा पृच्छति. अस्तु, लक्ष्मी भगिनी अग्रे. कुरुक्षेत्रे सप्तमी विभक्ति. कुरुक्षेत्रः कुरुक्षेत्रे. समायाताः बहुवचनं प्रथमा विभक्ति. स्त्रीलिङ्गं पुंलिङ्गं समायाता समायाताः. वयं न जानीमः शब्दं दृष्ट्वा, किन्तु पुल्लिङ्गे अस्ति, यतोहि योद्धारः योद्धारः सर्वे पुरुषाः. समायातः समायाताः. अर्थं जानाति खलु? ओ, अत्र भगवद्गीतायां प्रथमश्लोके अयं शब्दः अस्ति समायाताः. तत्र शब्दः अस्ति, तत्र समायाताः नाम सङ्गृहीताः. कुरुक्षेत्रे सङ्गृहीताः मत्प्रियाः. धृतराष्ट्रः तत्र अन्धः अस्ति खलु, द्रष्टुं न शक्नोति. धृतराष्ट्रः अन्धः, अतः सः सञ्जयं पृच्छति, यतोहि स्वयं द्रष्टुं न शक्नोति. मत्प्रियाः नाम मम प्रियाः, ये सर्वे मम प्रियाः कुरुक्षेत्रे नाम युद्धस्थले. ये सर्वे मम प्रियाः तत्र आगत्य सङ्गृहीताः, ते किम् अकुर्वत, किम् अकुर्वन्, किम् अकुर्वन्. अत्र क्रीधातुः उभयपदिधातुः अस्ति, उभयपदिधातुः परस्मैपदी अकुर्वन्, आत्मैपदी अकुर्वत. अस्तु, इदानीं स्पष्टमस्ति वा? अस्तु, अभिनवमहोदय कृपया स्टार् सिक्स् नोदयतु, अग्रे पठतु. अवादीत् सञ्जय त्वेव दुर्योधनस्तदा एवम् तवादीत् सञ्जयस्त एवं द्रोणं दुर्योधनस्तदा. अत्र अवदीत् नाम अवदत् इति अस्मिन् अर्थे अवदि अवदत् अवदीत् सञ्जयः तु एवं द्रोणं दुर्योधनस्तदा दुर्योधनः तदा हा उपसङ्गच्छते ब्रूते निबोधयति संस्थितान् अवगच्छति वा अवादीत् सञ्जयः तु एवं सञ्जयः एवम् अवादीत् द्रोणं दुर्योधनस्तदः द्रोणं दुर्योधनः तदा वाक्यं वाक्यं नाम सामान्यशब्दक्रमरूपेण वदतु वाक्यम् किमस्ति वैशिष्ट्यं किम् इति चेत् श्लोके शब्दक्रमः सामान्यः न तिष्ठति तत्र कविता अस्ति खलु कवितारूपेण एतत् सर्वं तत्र छन्दः अस्ति छन्दः छन्दः अस्ति इति कारणतः तत्र यथा छन्दसौकर्यम् अस्ति तदार्थं शब्दक्रमः विद्यते छन्दः नाम छन्दः नाम यत् कवितायां यत्र किं वदति ऋतुं तत्र किं वदन्ति कवितायां तत्र मीटर् अस्ति छन्दः अत्र अतः महोदय भवान् एवं करोतु नाम यथा सामान्यवाक्यं स्यात् तथा वदतु एकवारम् नाम कर्तृपदम् आरम्भे अनन्तरं कर्मपदम् अनन्तरं क्रियापदम् एवम् सञ्जयः द्रोणं सञ्जयः एवम् अवादीत् कां न जानामि भवान् अस्तु अत्र सञ्जयः प्रथमा भक्तो अस्ति खलु तर्हि तत् सञ्जयः आरम्भे अस्ति सञ्जयः तु एवं द्रोणम् अवदीत् अवादीत् अवादीत् इति नाम वद् इति धातुः वदति तस्य भूतकालरूपम् अस्ति भूतकालरूपे तत्र तत्र लकारद्वयमस्ति वयं लङ्लकारं जानीमः लङ् लङ्लकारः तत्र अवदत् पुनः अन्यलकारः अस्ति लुङ् लुङ् न जानीमः लुङ्लकारः अपि भूतकाले अस्ति तत्र वस्तुतः भूतकाले लकारत्रयमस्ति दश आहत्य दशलकाराः सन्ति वर्तमानकाले लट् भूतकाले लङ् लुङ् लिट् सामान्यभूतकालः अस्ति लङ् लङ् अवदत् लुङ् इति अनद्यतनभूतकालः अनद्यतनः अद्यतन अद्य यः अद्य न इदानीं सायङ्कालः तु प्रातःकालः अद्यतनः तत्र भूतकालः अस्ति खलु किन्तु लुङ् तत्र नागच्छति अनद्यतनः भूतकालः लुङ् अनन्तरं परोक्षभूतकालः लिट् परोक्षभूतकालः अपरोक्षभूतकालः अपरोक्षभूतकालः परोक्ष न परोक्षभूतकालात् परोक्षभूतकालात् लिट् नाम यत् यत् अभवत् भूतकाले अपि च वक्ता न दृष्टवान् स्वयं स्वयं न दृष्टवान् अतः भगवद्गीतायां प्रथमश्लोके वच् धातोः उवाच प्रथमश्लोके अस्ति उवाच वाक्यं वदतु तत्र उवाच इति लिट् लकारः नाम यः वाक्यं वदति सः स्वयं घटनां न दृष्टवान् इति लिट् अत्र लुङ् लकार अद्यतन अनद्यतन लुङ् नाम अवादीत् इति तावदेव अवगच्छन्तु. अस्तु इदानीम् अग्रे उपसङ्गच्छते अवगच्छति अग्रे पठतु महोदय. उपसङ्गच्छते ब्रूते निबोधयति संस्कृतानि. उपसङ्गच्छते ब्रूते इदानीं क्रमेण वदतु. सञ्जयः द्रोणम् अवादीत् एवं अवादीत् यत् दुर्योधनः तदा दुर्योधनः उपसङ्गच्छते इत्युक्ते समीपं गच्छति. सत्यं सत्यं ब्रूते वदति निबोधयति ज्ञानं करोति सूचयति संस्कृतान् संस्कृतान् इत्युक्ते स्थापनं करोति अथवा स्थितिं स्थितिं सूचयति. तर्हि वाक्यरूपेण भवति सञ्जयः तु एवं द्रोणम् अवादीत् तदा दुर्योधनः उपसङ्गच्छते स्थितिं उपसङ्गच्छते ब्रूते स्थितिं निबोधयति संस्थितान् निबोधयति. अवगतं वा? अस्तु अग्रे सरेम. भवान् स्टार् सिक्स् इति निर्दीयते कृते स्टार् सिक्स्. अस्तु अग्रे महोदय. ततो रथस्थितः कृष्णः पाञ्चजन्यं धमत्यः पश्चात् सर्वेऽपि योद्धारः शङ्खान् स्वीयान् धमन्ति च. कृष्णः रथस्थिते पाञ्चजन्यं धम्यते धमत्यः धम्यते अत्र अत्र अस्ति अहो ततः ततः नाम तदनन्तरं ततः अहो तत्र एक्स्क्लमेशन् स्यात् ततः अहो रथस्थितः कृष्णः तथा अस्ति. पश्चात् रथस्थितः कृष्णः पाञ्चजन्यं धमति धमति धमति नाम पश्चात् सर्वेऽपि योद्धारः शङ्खान् स्वीयान् धमन्ति च. तत्रापि सर्वे योद्धारः स्वीयशङ्खान् धमन्ति. कृष्णः शङ्खं धमन्ति अपि च सर्वे योद्धारः शङ्खान् धमन्ति. स्वीयान् नाम शङ्खान् इति का विभक्तिः किं वचनं बहुवचनं द्वितीय बहुवचनं स्वीयान् स्वीयान् द्वितीय बहुवचनं स्वीयान् शङ्खान्. इदानीं वैशिष्ट्यमस्ति यत् सामान्यतया वक्तुः अनुसारं यथा मम इति शब्दः एतत् पुस्तकं मम पुस्तकं वक्तुः मम इति वक्तुः अनुसारं रूपं स्वीकरोति. किन्तु स्वीय इति यस्य प्रसङ्गे वयं वदामः तस्य रूपं यथा मदीयः भवदीयः स्वकीयः त्वदीयः इमानि शब्दाः एते शब्दाः यस्य प्रसङ्गे वदामः तस्य विभक्तिरूपं स्वीकरोति. उदाहरणार्थम् एतत् पुस्तकं मदीयम्, एतत् मम पुस्तकम्. एतत् पुस्तकं मम इत्यस्मिन् अर्थे मदीयं पुस्तकं. मदीयं तत्र प्रथमा विभक्तिः नपुंसकलिङ्गे अस्ति, पुस्तकं नपुंसकलिङ्गे अस्ति, अतः मदीयम् इति नपुंसकलिङ्गे. अस्तु अस्तु, बहु सम्यक् अस्ति. अस्तु, तत्र सन्ध्याभगिनी अग्रे. धनुरुद्यच्छते. धनुरुद्गच्छते पार्थः. सोऽपि कृष्णं ब्रवीति वै. तेनयोरुभयोर्मध्ये स्थापयेति रथं मम. अवगच्छति वा? अत्र धनुः, धनुः इति जानाति वा? धनुः कोऽपि जानाति वा? न बौ, बौ नारस् इति अस्मिन् यत् बौ अस्ति तत् धनुः. धनुः नाम बौ. उद्यच्छते, उद्यच्छते, उद्यच्छते नाम उपरि, उपरि स्वीकरोति, उपरि. उत्थापयति. अवगच्छति वा? हा, धनुः अत्र विसर्गसन्धिः अस्ति. धनुः उद्यच्छते नाम धनुर्, तत्र रेफा अस्ति विसर्गस्य स्थाने. धनुः धनुः एकः शब्दः अस्ति, अनन्तरम् उद्यच्छते, धनुरुद्यच्छते. पार्थ, पार्थः कः? अर्जुनः. हा, अर्जुनः. तर्हि पार्थः तत्र धनुः उद्यच्छते, पार्थः सः अपि कृष्णं ब्रवीति. उद्यच्छते नाम तत्र कर्मणि प्रयोगः, मीन् द बौ इस् रेस्ड्. धनुः उद्यच्छते, बौ इस् रेस्ड्, पार्थः सः अपि कृष्णं ब्रवीति. वै, वै नाम नूनं, नूनम् इत्युक्ते इन्डीड्, एक्स्क्लमेशन्, इन्डीड्. धनुः उद्यच्छते पार्थः सः, सः नाम पार्थः अपि कृष्णं ब्रवीति. ब्रवीति नाम वदति. अनन्तरं सेन, अत्र विसर्गसन्धिः अस्ति, सेनयोः, सेना अस्ति खलु, सेना इति जानाति वा? सेना, सेना इत्यस्य षष्टि द्विवचनं किं? लता. लता इति अस्य षष्टि द्विवचनं किम्? लता इत्यस्य लतयोः. सन्ध्या भगिनी वदतु, सेना सेनयोः द्वयोः सेनयोः नाम कौरव पाण्डव द्वयोः सेनयोः तत्र विसर्गसन्धि अस्ति उभयोः सेनयोः उभयोः मध्ये तत्र रेफः इति विसर्गसन्धि विसर्गस्य स्थाने सेनयोरुभयोर्मध्ये उभयो नाम बोथ् द्वयोः सेनयोः द्वयोः मध्ये द टु उभयोः नेम्स् मीन्स् बोथ् षष्टिद्विवचनम् नाम उभयोः सेनयोः मध्ये मध्ये जानाति खलु नाम बिट्वीन् द टु आर्मीस् बिट्वीन् द टु आर्मीस् सेनयोः उभयोः सेनयोः मध्ये स्थापय इति रथं मम कः वदति कः वदति इति पार्थः कृष्णं वदति रथं कः चालयति रथं कृष्णः खलु तर्हि वदति स्थापय द्वयोः सेनयोः मध्ये रथं स्थापय मम रथं स्थापय इति अवगतं वा अस्तु शुभ भगिनी स्थापिते स्यन्दने स्यन्दनं नाम रथः रथः स्यन्दने तिष्ठन् असौ नाम एषः एषः सर्वान् सर्वान् निरीक्षते निरीक्षते नाम पश्यति तर्हि पुनः पठतु स्थापिते स्यन्दने तिष्ठन् असौ एषः एषः कः एषः पार्थः सर्वान् निरीक्षते दृष्ट्वा बन्धून् गुरुंश्च गुरुंश्चान्यान् पृशाम् खिद्यते पार्थः तस्याः कुटुम्बः पश्यति तस्याः तस्य कुटुम्बः पश्यति कुटुम्बं पश्यति तस्य गुरुं पश्यति बहु असमीचीनम् अनुभवामि भवति अनुभवति इति स्थितिः अस्ति तर्हि अत्र दृष्ट्वा बन्धून् प्रातिपदिकं किं मूलरूपं बन्धून् बन्धुः नाम मित्रं मित्रम् अथवा कुटुम्बः सत्यं बन्धून् गुरून् बहवः गुरुः गुरुवः नो गुरु गुरुवः बहवः गुरवः सन्ति बहवः गुरवः अतः गुरून् अस्ति गुरून् इति रूपं किं विभक्तिः द्वितीयविभक्तिः बहुवचने बहुवचनमस्ति. तर्हि गुरून् च अन्यान्, अत्र गुरून् च अन्यान्. इदानीं गुरून् प्लस् च, तत्र नकारस्य स्थाने अनुस्वारः प्लस् शकारः. गुरूंश्चन्यान्, गुरूंश्च, गुरूंश्च. वस्तुतः अनुस्वारः प्लस् दन्त्यसकारः, किन्तु अनन्तरं तालव्यचकारः अस्ति, अतः दन्त्यसकारस्य स्थाने तत्र सन्धिं कृत्वा तत्र श्च्युत्वसन्धिः, श्च्युत्वसन्धिः अस्ति. दन्त्यसकारः प्लस् तालव्यचकारः, चकारस्य प्रभावेन दन्त्यसकारस्य स्थाने तालव्यचकारादेशः. स्मर्यते वा? आं, किञ्चित्. स्तुः स्तु नष्टुः. अस्तु, अग्रे. अत्र गुरून् च अन्यान्, अत्र गुरून् नकारस्य स्थाने अनुस्वारः दन्त्यसकारः, चकारस्य प्रभावेन दन्त्यसकारस्य स्थाने तालव्यचकारः. तर्हि गुरूंश्च, च प्लस् अन्यान् सवर्णदीर्घसन्धिः, च अन्यान्. गुरूंश्चान्यान् वृषं, वृषं नाम बहु. सीदति, सीदति, सीदति इत्युक्ते उपविशति, किन्तु अत्र शारीरिकरूपेण उपविशति न, शारीरिकरूपेण उपविशति इति न अर्थः. अत्र मानसिकरूपेण उपविशति, नाम तस्य मनः अधः गच्छति. यत्र यत्र आशा अस्ति, ओ सम्यक् अस्ति सर्वं, तत्र मनः उपरि गच्छति. इदानीं मनः उपरि गच्छति, सः नाम नाम शोकः अस्ति, शोकः अस्ति. अत्र खिद्यते, खेदः, दुःख, दुःखमस्ति, दुःखमस्ति इति कारणतः तस्य मनः सीदति. मनः एवम् अधोभागे गच्छति. वृषं सीदति, खिद्यते सः. अस्तु, लक्ष्मी भगिनी अग्रे. तंसते हस्ततश्चापो वेपधु, वेपधुर्जायते तनौ, मनो भ्रमति तेनासौ, रथे नैवावतिष्ठते. न जानामि. अस्तु, अत्र स्रंसते, स्रंसते, स्रंसते हस्ततः, हस्ततः, अत्र हस्ततः चापः, चापः नाम धनुः. यः धनुः आसीत् उपरि, उपरि लिखितमासीत् धनुः, तत्र हस्ततः नाम हस्तात् चापः पतति, स्रंसति नाम पतति. हस्तात् चापः पतति, स्रंसति. तत्र जायते तनौ, तत्र वेपतुः जायते तनौ, तनुः नाम शरीरं, शरीरं, तनुः नाम शरीरं, तनौ इति शिका विभक्तिः. सप्तमी एकवचने नाम शरीरे तनौ. वेपतुः, वेपतुः नाम कम्पनं, कम्पनं जायते, जायते नाम भवति. तर्हि हस्ततः चापः धनुः पतति, स्रंसते, अपि च शरीरे तनौ वेपतुः नाम कम्पनं जायते, नाम आरम्भः भवति, जायते भवति. अग्रे. मनो भ्रमति, मनः भ्रमति, नाम मम मनः भ्रमति, अवगच्छति खलु? मनौ भ्रमति, मनः, मनः भ्रमति, मम भ्रमितः भवति. तेन मनः भ्रमितः, तेन कारणेन, तेन तत् तस्मात् कारणात् असौ नाम एषः रथे न एव अवतिष्ठते अवतिष्ठते नाम न एव उत्तिष्ठ नाम उत्तिष्ठ उत्तिष्ठतः उत्तिष्ठ उत्तिष्ठितः न तिष्ठति उत्तिष्ठति न नाम उपविशति He doesn't remain standing. Na eva na eva na eva avatishtati. Upavishati. Upavishati. Ha na eva avatishtati. Avatishtate. Rathe. Avatama? Ate na eva avatishtate. Na plus eva naiva. Naiva avatishtate. अस्तु पुनः पठतु आरम्भतः संसते हस्ततश्चापो वेपधुर्जायते तनौ नो भ्रमति तेनासौ रथे नैवावतिष्ठते सम्यक् अवगतम् कः भ्रमति वा भ्रमति नाम तस्य अर्थद्वयमस्ति तस्य अर्थद्वयमस्ति नाम मातापितरौ देशान्तरं गत्वा भ्रमतः भ्रमतः नाम टूरिङ्ग् वाण्डरिङ्ग् टूरिङ्ग् किन्तु मनः भ्रमति भ्रमतः नाम कन्फ्यूस्ड् माइण्ड् इस् टूरिङ्ग् माइण्ड् इस् टूरिङ्ग् माइण्ड् आर् कन्फ्यूस्ड् मनः भ्रमति भ्रमितः अस्तु मनः इति प्रथमा विभक्ति एकवचनं तत्र सन्धिः अस्ति मनः इति मूलरूपमस्ति मनः मूलशब्द मूलरूपमस्ति मनस् सकारान्तशब्दः अस्ति मनस् नपुंसकलिङ्गशब्दः मनस् इत्यस्य प्रथमा विभक्त्यन्तरूपमस्ति एकवचने मनः इदानीं विसर्गसन्धिं कृत्वा विसर्गस्य स्थाने तत्र ओकारः भवति मनो तत्र अग्रे सन्धिविषयः आयाति अग्रे अस्तु अभिनवमहोदय अग्रे पठतु कृपया मनश्चापं तत्र वेपदिशत्ययं पुनश्च वेक्षते सर्वान् तेन खेदो अभिवर्धते अवगतं वा विस्तृत्यात् मनः चापम् अस्तु अस्तु तर्हि वयं दृष्टवन्तः चापः चापशब्दं वयं जानीमः तनुः धनुः तर्हि चापम् इति का विभक्तिः स्यात् द्वितीयविभक्तिः एकवचने हा तर्हि विसृजति विसृजति नाम विसृजति नाम त्यजति आत्मनः आत्मनः आत्मनः नाम स्वस्य स्वस्य चापं विसृजति अग्रे तत्रैव उपविशति तत्र एव उपविशति अयम् अयं नाम सः अयं पुनः पुनः वेक्षते सर्वान् तेन खेदः अपि वर्तते सः पुनः सर्वान् पश्यति एवं तस्य छेदः अभिवर्धति अभिवर्धते हा वर्धते वर्धते नाम इतोपि भवति खलु वर्धनम् सर्वे अवगच्छन्ति अधिकं भवति हा सन्ध्या भगिनी जानाति वा अवगच्छति वा न प्रश्नः कुत्र अस्ति चापः चापः इति जानाति वा चापः धनुः धनुः अहम् उक्तवान् धनुः इति अवगच्छति वा धनुः चापः इत्युक्ते धनुः तर्हि पार्थः चापं स्वस्य आत्मनः नाम स्वस्य पार्थः स्वस्य चापं त्यजति त्यजति इति अवगच्छति वा त्यागं करोति विसृजति विसृजति नाम त्यजति अवगच्छति न वा भवती अवगच्छति न वा त्यजति वाक्यं तर्हि वाक्यं भवति पार्थः स्वस्य चापं विसृजति पार्थशब्दः अत्र न उक्तः वयम् अवगच्छामः तत्र सन्धिः नाम यत्र सन्धिः नाम यत्र शब्दद्वयं नाम वर्णद्वयम् अक्षरद्वयं यत्र वयं संयोजयामः तत्र सन्धिः तर्हि विसृजति प्लस् आत्मा तत्र ई स्थाने या भवति विसृजत्यात्मा आत्मनः आपणः तत्र तत्र पुनः विसर्गः अस्ति विसर्गस्य स्थाने शकारः अस्ति आत्मनः चापं विसृजति आत्मनः चापं विसृजत्यात्मनश्चापम् तत्र एव उपविशति अयं नाम एषः नाम वाक्यमस्ति एषः तत्र एव नाम स्यन्दने रथे उपविशति अवगच्छति वा आङ्ग्लभाषायां वदतु ओके सो Arjun, Arjuna is this depressed, right? He sees the two armies who are all his family members, and then Krishna is his charioteer. So he tells Krishna to you stop the chariot here in between the two armies. And looking at the two sides, he becomes very upset and depressed, and he can't even remain standing. So he sits down, and then in this latest sloka, it says that. He puts down his bow, and right then and there in the chariot he sits down and he can't even remain standing. Tatra eva upavishati. So chapaha swasya chapam visrujati. Nama he puts down his bow, and tatra eva upavishati ayam. So he sits right down in the chariot. Punaha cha avekshate. Again he looks around. Sarvan, seeing everyone. Tena, because of that. Kedaha, depressed. Abhivardate, depression grows. वर्धते टू इन्क्रीस् बालकः पञ्चवर्षीय बालकः प्रतिवर्षं वर्धते इदानीं भवत्याः प्रतिमासं संस्कृतज्ञानं वर्धते अवगतं वा वर्धते तस्य खेदः वर्धते अस्तु सुब्रह्मण्य महोदय अग्रे पश्चात् प्रभाषते कृष्णं राज्यं भोगं सुखानि च न काङ्क्षे न च वा भुङ्जे नैव हन्मीति बान्धवान् एतत् सर्वान् पश्यते अर्जुन भाषते कृष्णं राज्यं भोगं सुखानि च नाकाङ्क्षयामि इत्युक्ते नाच्छामि न च वा भुङ्जे नैव हन्मीति बान्धवान् बान्धवान् सर्वान् हन्ति उपरि न काङ्क्षयित्वा न भुञ्जयित्वा नाकाङ्क्षे न भुञ्जते किन्तु अत्र न काङ्क्षे न वा च वा भुञ्जे न एव हन्मि इति बान्धवान् अत्र हन्मि अत्र हननं करोमि हन्मि इति हन्मि नाम मरणं करोमि धातुः अस्ति हन् बालकाः हन्ति बालकौ हतः बालकाः घ्नन्ति त्वं हंसि त्वं युवां हतः यूयं हत अहं हन्मि वयं हन्मः हन्मि अहं हन्मि kill maranam maranam I'm not going to kill my family members tatra paschat nama anantaram prabhashate vadati krishnam bhavan vaktum ichati tatra krishnam vadati rajyam भोगं सुखानि च नकांसे न वा न च वा भुञ्जे तत्र भुञ्जे इति भोजनमिति अर्थः अत्र नास्ति अत्र भोगः नाम राज्यस्य भोगं न इच्छामि हा तत्र मम तादृशी इच्छा नास्ति भोगः शारीरिकरूपेण भोजनमिति न भुञ्जे इति तादृश अर्थः अपि अस्ति किन्तु अत्र तादृश अर्थः नास्ति राज्यं भोगं सुखानि च न काङ्क्षे न वा न च वा भुञ्जे भुञ्जे नाम खादामि लिटरलि हा खादामि भुञ्जे इत्युक्ते खादामि किन्तु अत्र हा तत् सुखं खादितुं न इच्छामि तत् सुखं राज्यस्य सुखं खादितुं न इच्छामि अनुभोक्तुं न इच्छामि I don't have desire for the pleasure of reigning and enjoying over a kingdom. Killing all the relatives to be get and then getting the pleasure so called of reigning over a kingdom, I don't want that. अस्तु अस्तु तर्हि अग्रे सरेम अत्र लक्ष्मी भगिनी अग्रे कृष्णः संशृणुते सर्वं पुनश्चोपदि ಪುರುಷೋಪದಿಸತ್ಯಮಂ ಜ್ಞಾನಂ ಭಕ್ತಿಂ ತಥಾ ಯೋಗ ಸಾಂಖ್ಯಂ ಕರ್ಮ ತದಾಖಿಲಂ ಕೃಷ್ಣ ಸಂಶೃಣುತೆ ಸರ್ವಂ. ಪುನಃ ಚ ಉಪದಿಶತಿ ಅಮುಂ. ಅಮುಂ ಇತ್ಯುಕ್ತೆ ತಂ. ನಾ ಸಂಸ್ಕೃತ ಭಾಷಾಯಾಂ ಸರ್ವನಾಮ ಪದಾನಿ ಬಹೂನಿ ಸಂತಿ. ನಾಮ ಸಹ ಇತಿ ಶಬ್ದಃ ಸಹ ಬಾಲಕಃ. ಸಹ ಇತ್ಯಸ್ಮಿನ್ ಅರ್ಥೆ ಕಶ್ಚನ ಸರ್ವನಾಮ ಶಬ್ದಃ ಅಸ್ತಿ, ಸರ್ವನಾಮ ಪದಮಸ್ತಿ ಸಹ. ಅನಂತರಂ ಅನ್ಯ ಅಸ್ತಿ, ಅನ್ಯತ್ ಪದಮಸ್ತಿ ಅಯಂ. ಅಯಂ ಸಹ ಇತ್ಯುಕ್ತೆ ಅಯಂ. ಅನಂತರಂ ಅನ್ಯ ಪದಮಸ್ತಿ ಅಸೌ. ಸಹ ಬಾಲಕಃ, ಅಯಂ ಬಾಲಕಃ, ಅಸೌ ಬಾಲಕಃ, ತತ್ರ ಅರ್ಥಃ ಸಮಾನಃ ಸರ್ವತ್ರ. ತರ್ಹಿ ಅಸೌ ಇತ್ಯಸ್ಯ, ಅಸೌ ಇತ್ಯಸ್ಯ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಅಂತರೂಪಮ ಏಕವಚನೆ ಅಮುಂ. ಮೂಲ ಶಬ್ದ ಅಸ್ತಿ ಅದಸ್. ಅಸೌ ಅಮೂ ಅಮಿ ನಮ ಬಾಲಕಃ, ಅಸೌ ಬಾಲಕಃ, ಅಮೂ ಬಾಲಕೌ, ಅಮೀ ಬಾಲಕಾಃ, ಅಮೂಂ ಬಾಲಕಂ, ಅಮೂ ಬಾಲಕೌ, ಅಮೂನ್ ಬಾಲಕಾನ್. ತರ್ಹಿ ಅತ್ರ ದ್ವಿತೀಯ ವಿಭಕ್ತ್ಯಂತಂ ದ್ವಿತೀಯ ವಿಭಕ್ತ್ಯಂತಂ ಪದಂ ಅಸ್ತಿ ಏಕವಚನೆ ಅಮೂನ್ ಅಮೂಂ. ಕೃಷ್ಣಃ ಸಂಶೃಣುತೆ ಸಮ್ಯಕ್ ಶೃಣೋತಿ. ಕೃಷ್ಣಃ ಸಮ್ಯಕ್ ಶೃಣೋತಿ ಸರ್ವಂ. ಪುನಃ ಸರ್ವಂ ಪುನಃ ಚ ಪುನಃ ಅಮುಂ ತಂ ತಂ ಉಪದಿಶತಿ ಪಾಠಯತಿ. ಉಪದಿಶತಿ ನಾಮ ಪಾಠಯತಿ. ಪುನಃ ಚ ಅಮುಂ ಉಪದಿಶತಿ. ಜ್ಞಾನಂ ಭಕ್ತಿಂ ತಥಾ ಯೋಗಂ ಸಾಂಖ್ಯಂ ಕರ್ಮ ತಥಾ ಅಖಿಲಂ. ಎತ್ತತ್ಸರ್ವಂ ವಸ್ತುತಃ ಏಕ ಏವ ವಿಚಾರಃ, ಏಕ ಏವ ವಾಕ್ಯಮಸ್ತಿ. ಕೃಷ್ಣಃ ಸಂಶೃಣುತೆ ಸರ್ವಂ ಪುನಃ ನಾಮ ಸರ್ವಂ ಪುನಃ ನಾಮ ಜ್ಞಾನಂ ಭಕ್ತಿಂ ತಥಾ ಯೋಗಂ ಸಾಂಖ್ಯಂ ಕರ್ಮ ತಥಾ ಅಖಿಲಂ ಎತ್ತತ್ಸರ್ವಂ ಪುನಃ ಅಮುಂ ಉಪದಿಶತಿ. ಇದಾನೆಂ ಸ್ಪಷ್ಟಂ ಸ್ಯಾತ್? ಅಸ್ತು. ಸಂಧ್ಯಾ ಭಗಿನಿ ಯಾವತ್ತಿ ವಾ ಶೋಭಾ ಭಗಿನಿ ಸರ್ವಂ ಸ್ಪಷ್ಟಂ? ಸಾಂಖ್ಯಂ ಇತಿ ವಾ ಸಾಂಖ್ಯಂ. ಸಾಂಖ್ಯಂ ಇತಿ ದರ್ಶನಶಾಸ್ತ್ರಮಸ್ತಿ. ದರ್ಶನಶಾಸ್ತ್ರಮಸ್ತಿ ತತ್ರ ನ ಭಾರತೀಯ ಆಧ್ಯಾತ್ಮಿಕ ದರ್ಶನಾನಿ ಷಟ್ ಸಂತಿ. ಷಟ್ ಆಸ್ತಿಕ ದರ್ಶನಾನಿ, ಆಸ್ತಿಕ ದರ್ಶನಾನಿ ಷಟ್ ಸಂತಿ. ತತ್ರ ಯೋಗಶಾಸ್ತ್ರಂ, ವೇದಾಂತಶಾಸ್ತ್ರಂ, ಸಾಂಖ್ಯಶಾಸ್ತ್ರಂ, ಮೀಮಾಂಸಾಶಾಸ್ತ್ರಂ, ವೈಶೇಷಿಕಶಾಸ್ತ್ರಂ, ಅನಂತರಂ ಅನ್ಯಾಯಶಾಸ್ತ್ರಂ. ಷಟ್ ದರ್ಶನಶಾಸ್ತ್ರಾನಿ ಸಂತಿ. It is darshan philosophy. It's a type of philosophy. Don't worry about what it is. It's just a philosophy. It's the name of one philosophy. Oh, okay. It doesn't mean philosophy. It's the name of one philosophy about how to reach to God. Astu tari bhagini prashna. अहं पुनः गृहं गत्वा अहं पुनः शृणोमि. अवश्यम् अवश्यं. किन्तु प्रश्नः अस्ति चेत् पृच्छतु. इदानीं न. अस्तु अस्तु अस्तु अस्तु. अग्रे अग्रे पठति वा. प्रजाहात्युर्जुनः क्लेशं क्लेबियं पुनश्चायं न शोचति दुःखं समाप्तम् कृष्णस्य उपदेशं श्रुत्वा अर्जुनस्य दुःखं समाप्तम् प्रणश्यति हि सम्मोहः तेन एषः विन्दते स्मृतिम् अर्जुनः क्लेब्यं प्रजहाति नाम त्यजति क्लैव्यं नाम दौर्बल्यं नाम दुर्बलं बलं शक्तिः शक्तिः यत्र नास्ति दुर्बलं बलं तस्य विपरीतरूपमस्ति दुर्बलं तस्य भावः दौर्बल्यं नाम यत्र बलं नास्ति तस्मिन् अर्थे क्लैब्यं दौर्बल्यम् अत्र क्लैब्यम् उक्तं क्लैब्यं नाम दौर्बल्यं प्रजहाति नाम त्यजति अर्जुनः तस्य पूर्वं सः स्यन्दने उपविष्टः आसीत् खलु तत्र सः उत्तिष्ठति स्म अनन्तरं सः उपविष्टवान् तथा स्थातुं न शक्तवान् अतः उपविष्टवान् नाम तस्य खेदः अभवत् खलु अनन्तरं कृष्णः उपदिशति पाठयति कृष्णः तं पाठयति पाठयित्वा किं भवति तस्य अर्जुनस्य क्लैब्यं समाप्तं त्यजति क्लैब्यं त्यजति पुनः च अयं नाम सः पश्यतु पुनः च अयं नाम सः न शोचति नाम शोकः अनुभवति शोकम् अनुभवति शोचः नाम दुःखम् शब्दः अस्ति शोकः धातुः अस्ति शोच् धातुः शोचति तर्हि अर्जुनः क्लैब्यं प्रजहाति नाम त्यजति पुनः च सः दुःखं न अनुभवति न शोचति प्रणशति नाम नष्टः प्रणशति नाम नष्टः एव तस्य मोहः मोहः नाम कुटुम्बस्य प्रति यः मोहः अस्ति नाम तस्य अटाच्मेण्ट् आसीत् मोहः नष्टः प्रणशति एव सम्मोहः तेन असौ नाम एषः विन्दते नाम प्राप्नोति स्मृतिं नाम बोधः एन्लैट्मेण्ट् अवगमनं प्राप्नोति आध्यात्मिकम् अवगमनं स्पिरिचुवल् अवेर्नेस् बोधः स्मृतिः स्मृतिं विन्दते अस्तु तर्हि अग्रे अभिनवमहोदय अग्रे अभिनवमहोदय ब्रूते च माधवं पार्थ करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन्नुत्तिष्ठति स्वयं ब्रूते च माधवं पार्थ करिष्ये वचनं तव पार्थः माधवं वदति सत्यं करिष्ये वचनं तव करिष्ये इत्युक्ते कृ धातुः करोति इति कृ धातुः उभयपदी धातुः उभयपदी नाम परस्मैपदीरूपाणि सन्ति आत्मैपदीरूपाणि सन्ति अत्र भविष्यत्काले लृट् लकारः भविष्यत्काले परस्मैपदीरूपमस्ति करिष्यति करिष्यामि अहं करिष्यामि आत्मनेपदे स एव भूतकाल भविष्यत्कालः अहं करिष्ये अहं करिष्यामि इति अर्थः अहं करिष्ये ततो युद्धाय सन्नाहं सन्नाहम् इत्युक्ते सत् सन्नाहः सन्नाहः न सन्नाहः सन्नाहः इति कश्चन शब्दः अस्ति सन्नाहः पुल्लिङ्गशब्दः सन्नाहः इत्युक्ते सिद्धता सज्जता कुर्वन्नुत्तिष्ठति स्वयं सत् युद्धाय उत्तिष्ठति युद्धं स्वयं उत्तिष्ठति अत्र सन्नाहम् इति अस्ति इति न अवगच्छामि करिष्ये वचनं तव करिष्ये नाम भवतः कृष्णस्य वचनं नाम निर्देशः मार्गनिर्देशः मार्गनिर्देशः इति वचनं युद्धं कुरु तर्हि पार्थः माधवं वदति इदानीं तव वचनं करिष्यामि ततः युद्धार्थं सज्जतां कुर्वन् सज्जतां सन्नाहं द्वितीयविभक्तिः सन्नाहं कुर्वन् सज्जतां प्रिपरेशन् सज्जतां कुर्वन् स्वयम् उत्तिष्ठति अवगतं वा सन्ध्या भगिनी अवगच्छति वा सन्नाहः नाम प्रिपरेशन् या गेटिङ्ग् रेडि फार् द वार् फार् फैटिङ्ग् सन्नाहः Separation. Preparation. Okay. ततः नाम अनन्तरं युद्धाय युद्धाय इति का विभक्तिः युद्धाय सन्नाहं कुर्वन् उत्तिष्ठति स्वयं कः अर्जुनः अस्तु सन्ध्या भगिनी अग्रे पठतु योधि ते हर्निशं भक्त्या धर्म्यं संवादमुत्तमं स पुण्यकर्मणां लोकान् अवाप्नोति न संशयः. अत्र सन्धिकार्यं बहु अस्ति, सन्धयः बहवः सन्धयः सन्ति. अत्र सन्धि अत्र पदविच्छेदं करोमि, पदविच्छेदं करोमि. यः अधीते अहर्निशम् नाम दिनं रात्रि, अहर्निशं नाम दिनरात्रि. यः अधीते नाम यः अध्ययनं करोति दिनं रात्रि नाम सर्वदा दिनं रात्रि, तत्र सर्वदा यः अध्ययनं करोति भक्त्या भक्ति भक्ति भक्त्या सह भक्त्या सह. यः अधीते अहर्निशं भक्त्या धर्म्यं नाम धर्मविषये संवादम् उत्तमम् उत्तमं संवादम् उत्तमं स पुण्यकर्मणां लोकान् तत्र अवाप्नोति न संशयः. तत्र पुण्यकर्मणां लोकान् तत्र कया दृष्टिः उक्तमस्ति, अप्नोति न संशयः, न कोऽपि संशयः. सः यः सर्वदा धर्मविषये सम्यक्तया पठति सः पुण्यम् अपि च पुण्यलोकः लोकान् तत्र तत्र कश्चन लोकः अस्ति इति वदन्ति. कस्य तत्र तत्र यः लोकः पुण्यलोकः अस्ति तत्र गच्छति तत्र इति नाम प्रायः तत्र स्वर्गः किमपि स्यात्. अवगच्छति वा? न, अहर्निशं नाम तत्र दिनं रात्रि, दिनं रात्रि दिने अपि रात्रौ अपि. Day and night? हाँ हाँ. नाम नित्यं सर्वदा. अवगतं वा? इति इति शिक्षा अस्ति, इति that's the moral of the story. फलश्रुति हाँ. ओ इति वा? इति अस्ति. ओ इति अस्ति संवादं संवादम् इत्युक्ते भगवद्गीता संवादमिति. ओ अस्ति अस्ति धर्म्यं संवादम् उत्तमम्. हा इति कस्यचित् तत्र प्रश्नः अस्ति वा? सर्वेषाम् अवगमनं जातम्. इदानीं किमस्ति, अस्माभिः बहु किमपि उक्तं, तत्र गृहं गत्वा पुनः पठति चेत् बहु लाभः. अस्मिन् नूतनशब्दाः बहवः सन्ति, तत्र सन्धि सन्धयः अपि सन्ति, तत्र सर्वनामविषये. अतः बहु किमपि अस्ति, गृहं गत्वा पठति चेत् बहु लाभः भविष्यति इति अहं मन्ये. कोऽपि प्रश्नः अस्ति वा? इतः अग्रे तर्हि इतः अग्रे तत्र एतावता उकारान्तशब्दानाम् अध्ययनं अभवत् खलु, तत्र पुल्लिङ्गे स्त्रीलिङ्गे च. इदानीं ततः अग्रे किं कर्तव्यमस्ति? इकारान्त उकारान्त ऋकारान्तानां ऋकारान्तानां ऋकारान्तानाम् अभ्यासः भवतु. तत्र तत्र यथा मातृ पितृ पिता अनन्तरं कर्तृ अपि भिन्नमस्ति, कर्ता कर्तारो कर्तारः कर्तारं कर्तारो कर्तॄन् इति कर्ता कर्तारो कर्तारः, किन्तु पिता पितरौ पितरः. तत्र भेदः अस्ति इति मनसि स्यात् पिता पिता पितरौ पितरः कर्ता कर्तारौ कर्तारः तर्हि ऋकारान्तानाम् अस्मिन् सप्ताहे उत्तरदायित्वम् अस्माकम् अस्तु पुल्लिङ्गे स्त्रीलिङ्गे च कोऽपि प्रश्नः वा अनेन अनेन अस्माकम् अजन्तशब्दानाम् अभ्यासः समाप्तः केवलं नपुंसकलिङ्गे मधु अपि च दधि इति अवशिष्टमस्ति तदनन्तरं करिष्यामः तदनन्तरं करिष्यामः कोऽपि प्रश्नः वा अग्रिमे सप्ताहे सर्वेषाम् अभ्यासं करिष्यामः ततः अग्रे गच्छामः ऋकारान्तानाम् इति एव अवशिष्टमस्ति अस्तु अस्तु आरभामहे नमस्कारः धन्यवादः